गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः हरिः ओं श्रीगुरुभ्यो नमः हरिः ओम् न्यायवर्गे सर्वेषां सुस्वागतम् सत्प्रतिपक्षः इति हेत्वाभासस्थले स्मः तत्र विरुद्धसत्प्रतिपक्षयोः भेदः कः इति अवगतम् तदनन्तरं सत्प्रतिपक्षः इत्युक्ते यस्य साध्य अभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः एकस्मिन् पक्षे केनापि हेतुना यदि साध्यं साधयितुम् इच्छामः किन्तु तस्मिन्नेव पक्षे अन्येन हेतुना साध्य अभावं साधयितुं शक्यते चेत् तर्हि प्रथमहेतुः हेत्वाभासः भवति दुष्टहेतुः भवति अत्र सामान्य उदाहरणमस्ति पुस्तके यद् उदाहरणं ग्रन्थकारणे यद्दत्तं तदहं त्यजामि ह्रदः वह्निमान् धूमात् ह्रदे वह्निः अस्ति धूमं दृष्ट्वा वस्तुतः तत्र धूमः नास्ति मिस्टेव् अस्ति किन्तु तद्धूमम् इति दोषेन स्वीकृत्य ह्रदः वह्निमान् धूमात् इति कोऽपि वदति चेत् ह्रदः वह्निः अभाववान् जलात् तर्हि पक्षः समानः अस्ति उभयत्र ह्रदः एव पक्षः अपि च प्रथमे पक्षे प्रथमे वादे यत् साध्यमस्ति वह्निः तस्यैव अभावः द्वितीये वादे प्रदर्शितमस्ति भिन्नहेतुना तर्हि इदानीं धूमः ह्रदः वह्निमान् धूमात् इत्यनेन धूमः यः हेतुः उक्तः तस्मिन् दोषः कल्पितः भवति हेत्वाभासः जातः स च हेतुः इति सत्प्रतिपक्षस्य सामान्य अवगमनम् तत्र कदा एतादृशं वक्तुं शक्यते इत्युक्ते पक्षे वह्निः अभावः अपि च वह्निः उभयमपि उभयोः मध्ये एकः एव भवितुम् अर्हति इति कदा वक्तुं शक्यते इति चेत् उभयोः साध्ययोः व्याप्यवृत्तित्वम् अस्ति चेद् एव वक्तुं शक्यते महानसम् अस्माभिः दृष्टं तत्र समुच्चय आलम्बनज्ञाने एतादृशम् अस्माभिः अवगतम् एकस्मिन् कोणे वह्निः अस्ति अन्यस्मिन् कोणे वह्नि अभावः अस्ति इति चेत् महानसम् इति पक्षत्वेन स्वीकुर्मश्चेत् तत्र वह्निः अव्याप्यवृत्तिः एव न तु व्याप्यवृत्तिः किमर्थमित्युक्ते एकस्मिन् अधिकरणे महानसे एकस्मिन् कोणे वह्निः अन्यस्मिन् कोणे वह्नि अभावः उभयमपि भवितुमर्हति तर्हि तत्र हेत्वाभासः न वक्तुं शक्यते एव तादृशसन्दर्भे अन्येन हेतुना यत् साध्यमस्ति तत् पक्षे व्याप्यवृत्तिः भवेत् व्याप्यवृत्तिः भवेत् साध्यमिति उक्तत्वात् व्याप्यवृत्तिः भवेत् तादृशसन्दर्भे एव यत्र साध्यं तादृशमस्ति यत् व्याप्यवृत्तिः अस्ति तादृशसन्दर्भे उभयोः मध्ये तत्र अभावः अपि च भावः उभयमपि एकस्मिन् अधिकरणे न भवितुम् अर्हति इति स्थितिः यदा अस्ति तदा सत्प्रतिपक्षः जातुम् अर्हति तर्हि तस्मिन्नेव विषये अस्माभिः चिन्तितम् अत्र मूलग्रन्थकारेण ग्रन्थकारेण दत्त उदाहरणमस्ति यथा शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् शब्दः अनित्यः कार्यत्वात् कार्यत्वात् घटवत् उभयत्र पक्षः एकः शब्दः इति पक्षः साध्यं प्रथमे वादे नित्यः इति शब्दः नित्यः नो चेत् नित्यत्वम् इति साध्यं द्वितीयवादे प्रतिवादे अनित्यत्वम् इति साध्यं, तर्हि भावाभावः जातः. इदानीं नित्यत्वम् इति साध्यं व्याप्यवृत्ति वा अव्याप्यवृत्ति वा, इत्युक्ते एकस्मिन् एव अधिकरणे एकस्मिन् भागे अत्र नित्यत्वम् अन्यस्मिन् भागे अनित्यत्वम् इति भवितुम् अर्हति वा इति चेत् तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं दैशिकरूपेण वक्तुं शक्यते, नो चेत् कालिकरूपेण वक्तुं शक्यते. कालमधिकृत्य अव्याप्यवृत्तित्वं, घटः आसीत् कुत्र, महानसे, इदानीं नास्ति, तर्हि उभयमपि एकस्मिन् अधिकरणे अस्ति. घटः इति प्रायः न वक्तव्यं, किमर्थमित्युक्ते घटः तु तत्र दैशिक अव्याप्यवृत्तित्वमेव अस्ति. भवतु इति अस्माभिः अवगतं, तत्र दैशिक अव्याप्यवृत्तित्वं नो चेत् कालिक अव्याप्यवृत्तित्वं भवितुमर्हति. नित्यत्वस्य दैशिक अव्याप्यवृत्तित्वं वा कालिक अव्याप्यवृत्तित्वं वा न भवितुमर्हति इति कृत्वा, नित्यत्वं सम्पूर्णरीत्या एकस्मिन् वस्तुनि भवेत्, यथा परमाणुः, नो चेत् आत्मा, नो चेत् आकाशः, नो चेत् अनित्यत्वं सम्पूर्णरीत्या भवेत्, यथा घटः. घटः अनित्यः, कस्मिंश्चित् देशे घटे नित्यत्वं वर्तते, अन्यस्मिन् देशे भागे अनित्यत्वं वर्तते इति न वक्तुं शक्यते. कस्मिंश्चित् काले घटः नित्यः आसीत् किन्तु इदानीम् अनित्यः जातः, नो चेत् विपरीतरीत्या, कस्मिंश्चित् काले अनित्यः आसीत् इदानीं नित्यः जातः इति न वक्तुं शक्यते. तर्हि कालकृतदेशकृत अव्याप्यवृत्तित्वं नित्यत्वेन भवितुम् अर्हति इति कृत्वा अत्र उभयोः मध्ये, उभयोः इत्युक्ते शब्दः नित्यः श्रावणत्वात् शब्दत्ववत्, अपि च शब्दः अनित्यः कार्यत्वात् घटवत् इति उभयोः मध्ये एकः भ्रमात्मकं भवेत् अन्यः प्रमात्मकं भवेत्, तदा यत् प्रमात्मकमस्ति तत् भ्रमात्मक अनुमितेः नो चेत् परामर्शस्य प्रतिबन्धनं करोति, प्रतिबध्नाति इति अवगन्तुं शक्नुमः. तदनन्तरं तन्मध्ये इतोपि भिन्न उदाहरणं स्वीकृत्य आचार्येण विद्याधिग्रन्थकारेण चिन्तितम्. पर्वतः वह्नि अभाववान् जलत्वात्, पर्वतः वह्नि अभाववान् जलत्वात् इति एकम् उदाहरणम्. एकः वादी वदति पर्वतः वह्नि अभाववान् पाषाणत्वात्, पाषाणमयत्वात् इति अन्यः वदति. तर्हि अनयोः उदाहरणयोः मध्ये का गतिः इति चिन्तनम्. तत्रैव अस्माभिः दृष्टं पर्वतः वह्नि अभाववान् जलत्वात् इति कोऽपि वदति चेत् तत्र पक्षधर्मता अंशे परामर्शे भ्रमः, परामर्शांशे भ्रमः जायते. अपि च पक्षः वह्नि अभाववान् पाषाणमयत्वात् इति कोऽपि वदति चेत् तत्रापि परामर्शः भ्रमात्मकम् एव भवति, किन्तु कस्मिन् अंशे इति चेत् व्याप्ति अंशे भवति. अस्तु, तर्हि अत्र पश्यतु उदाहरणद्वयमस्ति अस्माकं पुरतः. केवलं चिन्तनार्थम् एतत् सर्वं ग्रन्थकारेण चिन्तितमस्ति अवगमनार्थं. पर्वतः वह्नि अभाववान् जलत्वात्, पर्वतः वह्नि अभाववान् पाषाणमयत्वात्, उभयमपि भ्रमात्मकम् अस्ति किन्तु प्रतिबन्धकज्ञानस्य लक्षणं किम् इति चेत् निश्चयात्मकं भवेत्, प्रमात्मकं भवेत् इति अस्माभिः अवगतम्। अतः एव अत्र ग्रन्थकारेण पृष्टं 268 पेज् मध्ये, परन्तु हेत्वाभासप्रकरणादौ इह प्रकरणे प्रतिबद्धज्ञानं भ्रम एव प्रतिबन्धकं प्रमात्मकमेव इति अपि प्रतिज्ञातम्। यदि सत्प्रतिपक्षस्थले एकतरपरामर्शस्य भ्रमत्वम् आवश्यकम् इति नियमः, तर्हि अस्याः प्रतिज्ञाः का गतिः इति पृष्टम्। वस्तुतः यत्र कुत्रापि पश्यामश्चेत् तत्र प्रतिबन्धकज्ञानं हेत्वाभासप्रकरणे प्रतिबन्धकज्ञानं प्रमात्मकम् एव भवेत्। किन्तु इदानीम् उदाहरणद्वयं यद् अस्माकं पुरतः अस्ति, पर्वतः वह्नि अभाववान् जलत्वात् इति एकम् उदाहरणं, पर्वतः वह्नि अभाववान् पाषाणमयत्वात् इति अन्यद् उदाहरणम्। उभयत्र एकमेव साध्यं, भावाभावः न उक्तः। तर्हि अस्मिन् सन्दर्भे एकेन ज्ञानेन अन्यज्ञानं प्रतिबद्धुं शक्नोति वा इति केवलं पृष्टमस्ति। तर्हि अग्रे इतोपि चिन्तनं भवति, अग्रे पठेम, तदनन्तरं समन्वयः कुर्मः। अस्तु, इदानीं 268 तत्र अन्तिमपरिच्छेदः अस्ति, किञ्च परामर्शश्चेत् इति आरभ्य। अस्तु, मेहुल् महोदय पठति वा? आं महोदय, श्रूयते इदानीं खलु? आमां, सम्यक् श्रूयते। किञ्च परामर्शश्चेत् भ्रमः तद्विषयस्य दर्शितरीत्या प्रकारात् प्रभृति विशेष्यपर्यन्तं निरूपणम् अपि न सम्भवति। अत्रैव पर्वतः वन्य अभाववान् जलत्वात् इत्यत्र परामर्शः पर्वतः वन्य अभावव्याप्यजलत्ववान् इति भ्रमः इति तद्विषयः वन्यभावव्याप्यजलत्ववत् पर्वतः शशविषाणवत् अप्रसिद्धः, अतः न लक्षणे यद्विषयकत्वेन इत्यत्र यत्पदेन सः शक्यः धर्तुम्। अस्तु, अत्र परामर्शः तु भ्रमः एव, भ्रमत्व परामर्शे भ्रमत्वमेव भवति। अत्र तर्हि परामर्शज्ञाने ये विषयाः सन्ति तस्मात् प्रकारात् आरभ्य विशेष्यपर्यन्तं किमपि न निरूपयितुं शक्नुमः। तर्हि अत्र प्रथमतया अत्र पर्वतः वन्य अभाववान् जलत्वात् इति परामर्शः अस्ति, तस्मिन् परामर्श इति एव परामर्शः अत्र भ्रमः भ्रमरूपः अस्ति। तस्मिन् वन्य अभावव्याप्यजलत्ववत् पर्वतः इति एकः विषयः, सः विषयः एव अत्र अप्रसिद्धः अस्ति यथा शशविषाणवत्। तर्हि वयं जानीमः वन्य अभावव्याप्यजलत्ववत् अथवा जलत्वं पर्वते यदा कदापि न भवति, अतः सः विषयः अप्रसिद्धः अस्ति। अतः लक्षणवाक्ये यद्विषयकत्वेन इति उक्तमस्ति, तत्र यत् पदेन विषयः उक्तः अस्ति तदेव अत्र न सङ्गच्छति, अतः भ्रमरूपः परामर्शः। किञ्चित् इतोपि चिन्तयेम, प्रथमम् अत्र अनुमानवाक्यं किम्? अनुमानवाक्यम् अस्ति पर्वतः वन्य अभाववान् जलत्वात् इति। उत्तमं, पर्वतः वन्य अभाववान् जलत्वात् इति अनुमानवाक्यम्। यदि एतद् समीचीनम् अनुमानवाक्यमस्ति तर्हि अनेन अनुमानेन का अनुमितिः जायते? अनुमितिः जायते यत् अत्र पर्वते वन्य अत्र तदेव अनुमितिः खलु, अत्र पर्वतः वह्नि अभाववान् इति अनुमितिः। अस्तु, यदि एतादृश अनुमितिः जायेत तर्हि परामर्शस्य आकारः कथं भवेत्? वह्नि अभावव्याप्य जलत्ववान् पर्वत अयं पर्वतः। उत्तमं खलु, आम् आम्, वह्नि अभावव्याप्य जलत्ववान् अयं पर्वतः इति परामर्शः भवेत्। अस्तु, तर्हि इदानीं वह्नि अभावव्याप्य वह्नि अभावव्याप्य जलवान् जलत्ववान् अयं पर्वतः इति परामर्शः किमर्थं न जायते? कुत्र क्लेशः अस्ति? हा, वह्नि अभावव्याप्य जल अत्र तु पर्वते जलत्वं अस्ति इति भवति खलु एतेन परामर्शेन, तदेव अत्र इत्युक्ते व्याप्तेः भ्रमः अस्ति वा पक्षधर्मता अंशे भ्रमः अस्ति वा इति प्रश्नः खलु? हा सत्यं खलु, तद् वक्तव्यम्। इदानीं परामर्शे भ्रमत्वं निरूपणीयं चेत् व्याप्त्यंशे भ्रमः कल्पनीयः, नो चेत् पक्षधर्मता अंशे भ्रमः कल्पनीयः। सत्यं, तर्हि अत्र जलत्ववान् पर्वतः अयं पर्वतः इति भवति चेत् पक्षधर्मतांशे भ्रमत्वं भवति, किमर्थम् इत्युक्ते जलत्वम् इति पर्वते यदा कदापि न भवति, अतः तर्हि सषविषाणवत् अप्रसिद्धः इति उक्तं खलु? आम् आम् सत्यं, तत्र अप्रसिद्धत्वं कथं जायते इदानीं यद् भवता उक्तं तत् पुनः वदतु। हा, अत्र जलत्ववत् पर्वतः इति एव अप्रसिद्धः खलु? आम् आम् सत्यं, जलत्वात् अत्र जलात् इति न दत्तं, जलत्वात् इति दत्तं, त्वात् इति दत्तं, सत्यं पर्वते जलात् इति न दत्तं। जलं जलत्वं कुत्र भवति? जले एव भवति, न तु पर्वते। सत्यं, न तु पर्वते खलु? सत्यम् इति कृत्वा ससविषाणवत् अप्रसिद्धः एषः परामर्शः, इत्युक्ते एषः पर्वतः अप्रसिद्धः अस्ति, अप्रसिद्धः। अत्र पर्वते कुत्रचित् रथः अपि भवितुमर्हति, तस्मिन् जलम् अपि भवितुमर्हति, परन्तु जलत्वं तु पर्वते नास्ति, जलत्वं तु सर्वदा जले एव अस्ति, अतः जलत्ववत् पर्वतः इति तु अप्रसिद्धः एव। उत्तमं, तर्हि ससविषाणवत् अप्रसिद्धः किं? पर्वतः, पर्वतः किं विशिष्टपर्वतः? वह्निव्याप्य जलत्ववत् पर्वतः इति पर्वतः ससविषाणवत् अप्रसिद्धः अस्ति। सत्यं, वह्निना वह्निः अभावेन व्याप्य जलत्ववत्। अत्र एतदपि वक्तुं शक्यते, प्रथमं तु जलत्वं पर्वते न भवति इति पक्षता पक्षधर्मतांशे भ्रमः भवति। सत्यम्, अपि च अत्रैव चिन्तयतु, वह्नि अभाव अत्र साध्यं किं, हेतुः कः? अत्र साध्यमस्ति वह्नि अभावः, हेतुः इति जलत्वम्। अस्तु, तर्हि अत्र व्याप्त्यंशे भ्रमः अस्ति वा इति वा इति चिन्तयतु, तर्हि अत्र अन्वयवाक्यं वदतु। आम्, यत्र यत्र जलत्वं तत्र तत्र वह्नि अभावः इति, यथा रथः, यथा जलम्, अथवा यथा जलं, यथा जलं, यथा जलं खलु, जले जलत्वमस्ति, जले जलत्वमस्ति, सत्यं, यत्र यत्र जलत्वं तत्र तत्र तत्र वन्य अभावः यथा जलं। इदानीं व्यतिरेकव्याप्तिं वदतु। यत्र यत्र वन्य अभावाभावः इत्युक्ते वह्निः, तत्र तत्र तत्र तत्र जलत्वाभावः इति व्यतिरेकव्याप्तिः। यथा तर्हि व्याप्त्यांशे तु उदाहरणं वदतु। अस्तु, सत्यं समीचीनं, यत्र यत्र जलत्वा क्षम्यतां, यत्र यत्र वह्निः तत्र तत्र जलत्वाभावः, यथा महानसं वक्तुं शक्यते खलु? आम् आम् सत्यं, तर्हि व्याप्त्यंशे इदानीं भ्रमः अस्ति वा न वा? नास्ति, व्याप्त्यंशे नास्ति, तर्हि पक्षता पक्षधर्मतांशे भ्रमः। सत्यम्, एषः परामर्शः भ्रमात्मकः अस्ति। कः परामर्शः? पर्वतः वह्निः अभाव व्याप्य जलत्ववान् इति परामर्शः पक्षधर्मतांशे भ्रमः। अस्तु, अग्रे महोदय। एवम् एवं पर्वतः वह्नि अभाववान् पाषाणमयत्वात् इत्यत्र परामर्शः पर्वतः वह्नि अभावव्याप्य पाषाणमयत्ववान् इति च भ्रमः इति न तद्विषयः वन्य अभावव्याप्य पाषाणमयत्ववत् पर्वतः यत्पदेन ग्रहीतुं शक्यः अप्रसिद्धत्वादेव, अतः अनेकविधनियमभङ्गः प्रकृते भवति इति कथं सत्प्रतिपक्षः हेत्वाभासः इति? अस्तु, अत्र द्वितीय उदाहरणे पर्वत परामर्शज्ञानस्य आकारः अस्ति पर्वतः वन्य अभाववान् पाषाणमयत्वात् इत्युक्ते अत्र वस्तुतः परामर्शः अस्ति वन्य अभावव्याप्य पाषाणमयत्ववान् अयं पर्वतः इति. तत् परामर्शः सः परामर्शः अपि भ्रमरूपः अस्ति. किमर्थम् इत्युक्ते अत्र तत्र विषयः अस्ति तद्विषयः इत्यस्मिन् वन्य अभावव्याप्य पाषाणमयत्ववत् पर्वतः इति भवति. तदपि अप्रसिद्धः एव. किमर्थम् इत्युक्ते अत्र वन्य अभावेन व्याप्य पाषाणमयत्वं पर्वते यदा कदापि न कस्मिन् अंशे तदेव वर्तते. व्याप्तांशे अत्र अत्र भ्रमः अस्ति. निरूपयतु. अस्तु, तर्हि अत्र पर्वतः वन्य अभाववान् पाषाणमयत्वात् इति वाक्यमस्ति ज्ञानस्य आकारः. तर्हि तत्र वन्य अभावः इति साध्यं, पाषाणमयत्वम् इति हेतुः. तर्हि अन्वयव्याप्तिः भवति यत्र यत्र पाषाणमयत्वं तत्र तत्र वन्य अभाववत् वन्य अभावः. अपि च व्यतिरेकव्याप्तिः भवति यत्र यत्र यथा यथा इति वदतु. हौ सत्यं, यत्र यत्र पाषाणमयत्वाभावः तत्र तत्र वन्य अभावः. प्रथमं पाषाणमयत्वम् इति हेतुः खलु. सत्यं, हा क्षम्यतां, यत्र यत्र पाषाणमयत्वं तत्र तत्र वन्य अभावः. यथा यथा पाषाणमयत्वं पाषाणः इति, यथा पाषाणे इति पाषाणमयत्वं. पाषाणमयत्वं तु पाषाणे अस्ति, सत्यं. पाषाणमयत्वं तु पाषाणे अस्ति, नो चेत् महारसं यदि पाषाणपाषाणेन पाषाणैः निर्मितः निर्मितः अस्ति चेत् महारसमिति वदतु. महारसं, हा. अपि च व्यतिरेकव्याप्तिः, परन्तु तत् न सङ्गच्छति अन्वयव्याप्तिः. अपि च व्यतिरिक्तव्याप्तिः अस्ति यत्र यत्र वन्य अभावाभावः इत्युक्ते वन्यैः तत्र तत्र पाषाणमयत्वा पाषाणमयत्वाभावः इति. एकनिमिषम्, अत्र अग्रे गमनात् पूर्वं तर्हि अन्वयव्याप्तिं प्रथमम् एकवारम् उक्त्वा इदानीम् अन्वयव्याप्तिः उक्ता वा न वा, सङ्गच्छते वा न वा. हा हा, अत्र यत्र यत्र पाषाणमयत्वं तत्र तत्र वन्यभावः इति अन्वयव्याप्तिः तत् न सङ्गच्छते. यतोहि अत्र यथा वयम् उक्तवन्तः अत्र यदा महानसमिति पाषाणेन निर्मितः अस्ति चेत् तत्र वह्निः अस्ति एव, वन्य अभावः इति नास्ति, न भवति. इत्युक्ते तादृश उदाहरणं न वक्तुं शक्यते खलु, यत्र यत्र पाषाणमयत्वं तत्र तत्र वन्य अभावः इति तादृश उदाहरणं न वक्तुं शक्यते. न वक्तुं शक्यते. दीप्सा. सत्यं सत्यम्. अस्तु, अनन्तरं व्यतिरेकव्याप्तिः. व्यतिरेकव्याप्तिः यत्र यत्र वन्य अभावाभावः इत्युक्ते वह्निः तत्र तत्र पाषाणमयत्वाभावः यथा यत्र वह्निः तत्र पाषाणत्वाभावः यथा तदपि न वक्तुं शक्नुमः इत्युक्ते अस्तु, हा रदः यत्र यत्र वह्निः तत्र वह्निः नास्ति खलु, वह्निः नास्ति खलु, यत्र यत्र वह्निः वन्य अभावाभावः इत्युक्ते वह्निः तत्र तत्र पाषाणमयत्व पाषाणमयत्वाभावः हृदे अस्ति किन्तु वह्निः तत्र नास्ति. हा, अतः तर्हि अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि न वक्तुं शक्यते इति कृत्वा व्याप्ति अंशे भ्रमः. पक्षधर्मता अंशे पक्षधर्मता अस्ति वा? हा, पक्षधर्मता तु अस्ति. किमर्थम् इत्युक्ते हेतु अस्ति पाषाणमयत्वं, तत्तु पक्षे इत्युक्ते पर्वते अस्ति एव, अतः पक्षधर्मतांशे कोऽपि क्लेशः नास्ति. हा, तर्हि वन्यव्याप्य पाषाणमयत्ववत् पर्वतः इति तादृशपर्वतः अप्रसिद्धः अस्ति. किमर्थमिति चेत् तत्र व्याप्तौ भ्रमः अस्ति. व्याप्तौ भ्रमः अस्ति, सत्यम्. अस्तु, अतः अतः अनेकविधनियमभङ्गः प्रकृते भवति. इत्युक्ते एतस्मिन् उदाहरणे अपि पूर्वस्मिन् उदाहरणे अपि अनेकविधनियमभङ्गः इत्युक्ते कुत्रचित् व्याप्तांशे भ्रमः भवति, कुत्रचित् पक्षधर्मतांशे भ्रमः भवति. अतः सत्प्रतिपक्षः एतद् एव पर्वतः इति सत्प्रतिपक्षः एतेन सत्प्रतिपक्षः इत्यनेन इति एव वयं स्वीकुर्मः चेत् कथं तत्र हेत्वाभासः आगच्छति? किमर्थमित्युक्ते अत्र व्याप्तिः न सङ्गच्छति अथवा पक्षधर्मता न सङ्गच्छति, तर्हि पर्वतः हा उभयमपि भ्रमः। अतः हेत्वाभासे तु प्रतिबन्धकज्ञाने भ्रमा भवेत्, प्रतिबद्धज्ञाने भ्रमा भवेत्, परन्तु अत्र तु उभयमपि भ्रमा एव अस्ति। अतः हेत्वाभासः कथं तत्र भवति इति प्रश्नः उदेति। हा इति प्रथमः प्रश्नः। अन्यः अपि चिन्तनीयम्। अत्र पश्यतु, इदानीं पर्वतः वह्नियभाववान् जलत्वात् इति प्रथमं वाक्यम्। द्वितीयं वाक्यम् अस्ति, पर्वतः वह्नियभाववान् पाषाणमयत्वात्। उभयत्र साध्यं किम्? वह्नियभावः इति। हा तर्हि कथं सत्प्रतिपक्षं भवति एतद् उदाहरणं? सत्प्रतिपक्षस्य एकम् उदाहरणं कथं भवति? सत्यं सत्यं। हा द्वयोः अत्र भावाभावः एव न, साध्यभावः अपि साध्यम् इति भवेत्। अस्तु, अत्र 264th पेज् मध्ये लक्षणं दत्तमस्ति खलु, यस्य 264 एकनिमिषः। हा यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः। हा तर्हि इदानीम् एतद् वाक्यं स्वीकृत्य चिन्तयतु। आम् आम्, अत्र सत्प्रतिपक्षः इति पर्वतः इति स्वीकुर्मः चेत् तत्र साध्याभावसाधकम् इत्युक्ते साध्यं किं? तर्हि वन्यभावः इति। तर्हि वन्यभावसाधकम् इत्यनेन, क्षम्यतां, वन्यभावाभावसाधकम् इत्यनेन वह्निसाधकम् इति भवति। तस्य हेतुः अन्यत् किमपि भवेत् तदा एव सत्प्रतिपक्षः इति भवति। परन्तु अत्र तु द्वयोः उदाहरणयोः मध्ये साध्याभावः एव नास्ति, साध्यमेव अस्ति, वन्यभावः इति एव साध्यमस्ति। अतः एतत् लक्षणवाक्यं न सङ्गच्छति तत्र इति। हा इति क्लेशः अस्ति। यदि यदि यथा भवता उक्तं तादृशं वाक्यस्य अवगमनं भवति चेत् एतद् उदाहरणं सत्प्रतिपक्षे उदाहरणम् एव न भवति। न भवति, सत्यं। किन्तु एतत् पठित्वा मया पुनः एतद् वाक्यं पठितं, यस्य साध्य अभावसाधकं हेत्वन्तरं विद्यते। साध्य अभावसाधकम् इत्युक्ते साध्यम् इति वन्य अभावः इति स्वीकुर्मश्चेत् तदा क्लेशः भवति। किन्तु वह्निः इति भावरूपमेव साध्यम् इति स्वीकुर्मश्चेत् साध्य अभावः इत्युक्ते वन्य अभावसाधकं हेत्वन्तरम्। अत्र पर्वतः वह्नि अभाववान् जलत्वात्, पर्वतः वह्नि अभाववान् पाषाणमयत्वात्, यदि वह्निः इति साध्यमिति स्वीकुर्मश्चेत् तर्हि साध्य अभावसाधकं हेत्वन्तरम्। वह्नि अभावस्य पर्वते साधनार्थं प्रथमहेतुः अस्ति जलत्वम्। पुनः वह्नि अभावस्य साधनार्थं पर्वते हेत्वन्तरम् अस्ति पाषाणमयत्वम्। पाषाणमयत्वं, हा समीचीनम्। इति तादृशम् अवगच्छामश्चेत् प्रायः तादृशमेव अवगम्य ग्रन्थकारेण यत् नो चेत् एतद् उदाहरणं सत्प्रतिपक्षस्य उदाहरणं न भवति खलु। आम् आम्, सत्यम्। इत्युक्ते यथा अस्माभिः पूर्वम् अवगतं, प्रथमवादे यद् भावरूपमस्ति तस्य अभावः, तस्यैव अभावः द्वितीयवाक्ये भवति चेद् तदा सत्प्रतिपक्षः इति उक्तम्। आम् आम्, सत्यम्। किन्तु तादृशं न अवगतम्। अत्र उभयत्र अभावः भवितुं, किन्तु साध्य अभावसाधकं हेत्वन्तरं भवेत्। एकेन हेतुना साध्य अभावः साधयामश्चेत् पक्षे, किन्तु अन्येन हेतुना तस्यैव साध्य अभावस्य तस्मिन्नेव पक्षे साधयामश्चेत् सत्प्रतिपक्षः भवितुम् अर्हति इति भाति। हा इति भाति, समीचीनम्। इति भाति। हा तर्हि अत्र तृतीय परामर्शवाक्यस्य आवश्यकता अस्ति, येन वयं निश्चिततया पर्वतः इति वा सत्प्रतिपक्षः अस्ति इति वक्तुं शक्नुमः। यदा तृतीयः परामर्शः स्वीकुर्मः चेत् यत्र साध्या साध्यं वह्निः इति अस्ति, तर्हि प्रतिपक्षस्य उदाहरणं सम्यक् तस्मिन् विषये चिन्तनम् अग्रे आयच्छति. इत्युक्ते मूलग्रन्थकारिणे यद् उदाहरणं दत्तं, यथा शब्दः नित्यः श्रावणत्वात् शब्दः अनित्यः कार्यत्वात् तत्र भावाभावरूपमस्ति रूपमस्ति तस्मिन् विषये चिन्तनं भवति. अस्तु, तर्हि अतः अनेकविधनियमभङ्गः प्रकृते भवति. इत्युक्ते अस्माकं नियमः किमस्ति, प्रतिबन्धकज्ञाने प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् इति नियमः. सत्यं. किन्तु अत्र परामर्शः उभयत्र भ्रमात्मकमस्ति. किमर्थम् इत्युक्ते अत्र पक्षः एव अप्रसिद्धः भवति. सत्यं. उभयत्र इति कृत्वा अप्रसिद्धप्रतिपक्षः न भवेत् खलु. तर्हि अप्रसिद्धपक्षः जातः उभयत्र, अपि च अत्र भ्रमः अस्ति इति अनेकविधनियमभङ्गः प्रकृते भवति इति कथं सत्प्रतिपक्षः हेत्वाभासः इति चेत् कः अस्य परिहारः इच्छते इति अग्रे आयास्यति, पश्येम. सत्य भो मम भगिनि. आम् महोदय, पठामि. कः अस्य परिहारः उच्यते. सत्प्रतिपक्षस्थले हि पर्वतः वन्यमान् इति अनुमतिं प्रति पर्वतः अग्नि अभावव्याप्य पाषाणमयत्ववान् इति परामर्शः तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धको भवति इति वक्तव्यम्. एवं पर्वतः वह्नि अभाववान् इत्यनुमितिं प्रति पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः तदभावव्याप्य निश्चयमुद्रया प्रतिबन्धको भवति इति च वक्तव्यं. तयोः परामर्शयोः मध्ये एकस्य भ्रमत्वम् अपि अवश्यम् एव. कः अस्य परिहारः? एकतरस्य भ्रमत्वमपि आवश्यकमेव. अस्तु, हा वदतु. आवश्यकमेव. सत्प्रतिपक्षस्तरे हि पर्वतः वन्यमान् इति अनुमतिं प्रति पर्वतः वह्नि अभावव्याप्य पाषाणमयत्ववान्. इदानीम् अनुमतिवाक्यं पर्वतः वह्नि अभाववान् पाषाणमयत्ववान् मयत्वात् इति एकं वाक्यमस्ति. अन्यद् वाक्यं पर्वतः वन्यमान् इति तस्य हेतुः पर्वतः तत् अनुमितिवाक्यं खलु? नास्ति, तदेव पर्वतः वन्यमान् धूमात् इति एकः वदति. इदानीम् अन्यः वदति पर्वतः वह्निः अभाववान् पाषाणमयत्वात्. बुद्धमिति पर्वतः इति परामर्शः अस्ति. पर्वतः वह्नि व्याप्य धूमवान् इति प्रथमवाक्ये. द्वितीयवाक्ये अस्ति पर्वतः वह्नि व्याप्य पर्वतः वह्नि अभावव्याप्य पाषाणमयत्वादिति मयत्ववान् इति रामशद्वयमस्ति. तदा केन इदानीं परामर्शं तत् अभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकः भवति. प्रतिबन्धकस्य आकारः वक्तव्यं. तदभावव्याप्य निश्चयत्वा इति तत् इत्यनेन अत्र वह्नि एव तद् इत्यनेन स्वीकर्तव्यम् इति एव. वह्नि अभाववान् अस्ति पर्वतः, तत् पर्वतवन्यमान् इति ज्ञानं प्रति प्रतिबन्धकं भवति वह्नि अभाववान् पर्वतः इति. तद् अभावव्याप्यवत्ता अस्ति. 269 शिवराम महोदय. तद् अभावव्या तद् इति प्रतिबन्ध्यज्ञानस्य प्रकारः खलु. न भवती किं चिन्तयन्ति? इदानीं पर्वतः वह्नि मान् इति अनुमितिः न भवेत् चेत् पर्वतः वह्नि मान् इति अनुमितिः न भवेत् चेत् तस्य प्रतिबन्धकज्ञानस्य आकारः कथं भवेत्? तद् पर्वतः वह्नि अभाववान् इति न वह्नि अभाववान् इति नास्ति. पश्यतु अत्र सत्प्रतिपक्षस्थले हि पर्वतः वह्निमान् इति अनुमितिं प्रति पर्वतः वह्नि अभावव्याप्य पाषाणमयत्ववान् इति परामर्शः जायेत खलु. वह्नि अभावव्याप्य पाषाणमयत्ववान् इति परामर्शः जायते तदा तदभावव्याप्यवत्ता निश्चयमुद्रया पर्वतः वह्नि अभावव्याप्य वह्नि अभावव्याप्य पाषाणमयत्ववान् इति परामर्शः पर्वतः वह्निमान् इति अनुमितिं प्रतिबध्नाति खलु. तावदेव अत्र उक्तं मुद्रया प्रतिबन्धकः भवति इति वक्तव्यम्. यदि पर्वतः वह्निमान् इति अनुमितिः न जायेत तर्हि पर्वतः वह्नि अभावव्याप्य पाषाणमयत्वान् इति परामर्शः तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकः भवति इति वक्तव्यं तावदेव अत्र उक्तम्. एवम् अग्रे एवं पर्वतः वह्नि अभाववान् इति अनुमितिं प्रति पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः तद्बुद्धम् तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धको भवति इति च वक्तव्यम्. तद् अवगतम्. तयोः परामर्शयोः मध्ये एकस्य भ्रमत्वम् अपि आवश्यकम् आवश्यकम् परन्तु दर्शितरीत्या प्रतिबद्धाय प्रतिबन्धाय निश्चयेन प्रमारूपेण एव भवितव्यम् इत्यपि न नियमो अस्ति. कृतः वह्निमान् इति निश्चयेन भ्रमात्मकेनापि हृदे वह्नि अभाववान् इति बुद्धेः प्रतिबन्धस्य अनुभविकत्वात् हृदो वह्निमान् इति हृदः वह्निमान् इति निश्चयेन पुनः पठतु भगिनी सम्यक्तेन पठितवती. हृदः वह्निमान् इति निश्चयेन भ्रमात्मकेनापि हृदः वह्नि अभाववान् इति बुद्धेः प्रतिबन्धस्य आनुभविकत्वात् दर्शितरीत्या प्रतिबद्धाय निश्चयेन प्रमात्वम् एव प्रतिबन्धाय निश्चयज्ञानम् एव भवितव्यम् इति नियमः नास्ति इति. किमर्थम् हृदः वह्निमान् इति निश्चयज्ञानं भ्रमात्मकमस्ति. तस्य हृदः वह्नि अभाववान् इति बुद्धि प्रतिबन्ध हृदः वह्नि अभाववान् अस्य वाक्यस्य हृदः वह्नि अभाववान् जलत्वात् पर्वतः भगिनि अत्र किमपि नास्ति. यदि भवत्याः कृते हृदः वह्निमान् इति निश्चयात्मकज्ञानम् अस्ति यद्यपि स च ज्ञानं भ्रमात्मकम् अस्ति तथापि हृदः वह्निमान् इति निश्चयात्मकं ज्ञानम् अस्ति चेत् अत्र भवती हृदः वह्नि अभाववान् इति प्रमात्मकं भवति वा न वा? हृदः वह्निमान् इति ज्ञान यद्यपि प्रमात्मकम् अस्ति चेत् ह्रदः वह्निः अभाववान् इति ज्ञानं जायते वा न वा? तत् जायते अत्र शृणोतु भगिनि, मम प्रश्नं श्रुत्वा अवगम्य उत्तरं वदतु. ह्रदः वह्निमान् इति भ्रमात्मकज्ञानम् अस्ति चेत् कस्मिंश्चित् तस्मिन् ह्रदः वह्निः अभाववान् इति ज्ञानं जायते वा न वा? जायते, प्रत्यक्षज्ञानम् अस्ति खलु तत् हृदे हृदे वह्नि नास्ति इति. भगिनि ह्रदः वह्निमान् इति निश्चयज्ञानम् अस्ति चेत् प्रतिबन्धकं भवति खलु? इदानीं ओके, तदेव उक्तम् इत्युक्ते प्रतिबन्धकार्थं प्रतिबन्धकार्थं भ्रमज्ञानमपि पर्याप्तं. तदेव 223 पेज् मध्ये लिखितमस्ति, प्रमायाः इव भ्रमस्यापि प्रतिबन्धकत्वम् अस्ति. इत्युक्ते भ्रमात्मकज्ञानं कस्मिंश्चित् अस्ति चेत् तस्मिन् प्रमात्मकज्ञानं न जायते. यद्यपि भ्रमात्मकज्ञानम् अस्ति तथापि तस्मिन् प्रतिबन्धकत्वं भवितुम् अर्हति, किन्तु हेत्वाभासस्थले प्रमात्मकम् एव भवेत् इति भिन्नवार्ता. इति भिन्नवार्ता, तदेव कन्फ्यूशन् विषयः. केवलम् एतादृशं वदति इत्युक्ते प्रतिबन्धकत्वं तदेव, इदानीं वेदान्ते अपि तदेव क्लेशः अस्ति खलु, सर्वेषां मध्ये लोकं द्वैतम् इति निश्चयात्मक किन्तु भ्रमात्मकज्ञानमस्ति इति कृत्वा यदा वेदः वदति एकमेव अद्वितीयं ब्रह्म तत् सत्यं स आत्मा इति वदति, तस्मिन् एतद् ज्ञानं न जायते. किमर्थमित्युक्ते प्रतिबन्धक प्रतिबध्नाति भ्रमात्मकज्ञानं, भ्रमात्मकज्ञानं प्रतिबध्नाति. अतः एव अत्र बहु बह्व्यः प्रक्रियाः उक्त्वा अत्र एतादृशसम्भावना अस्ति इति वेदान्तिभिः निरूपितं भवति. भवतु चिन्तनार्थम् उक्तमस्ति. इत्युक्ते अत्र प्रथम उदाहरणमस्ति खलु, पर्वतः वह्निः अभाववान् जलत्वात्, पर्वतः वह्निः अभाववान् पाषाणमयत्वात्. उभयमपि प्रमात्मकमस्ति भ्रमात्मकमस्ति. भ्रमात्मकमस्ति इति कृत्वा तस्मिन् प्रतिबन्धत्वं नास्ति इति चेत् प्रतिबन्धत्वं तु अस्ति किन्तु हेत्वाभासस्थले नियमः अस्ति. भवतु, अस्तु. एवञ्च भ्रमात्मक अपि भ्रमात्मकः अपि पर्वतः वह्नि अभावव्याप्य पाषाणमयत्ववान् इति परामर्शः पर्वतः वह्निमान् इति प्रमात्मकम् अपि अनुमितिं प्रमात्मिका अपि अनुमितिं प्रतिबध्नाति. बुद्धं खलु? तद्बुद्धम्. अन्यः तु पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः प्रमा इति सुधरां विरोधी भवति पर्वतः वह्नि अभाववान् इति अनुमितिं प्रति इति परस्पर अनुमिति प्रतिबन्धात् तत्र का अपि अनुमिति न कापि अनुमिति उत्पद्यते. ओके, स्थलद्वये अपि परस्पर अनुमिति प्रतिबन्धात् तत्र कोऽपि अनुमिति उत्पद्यते. अनुमिति न उत्पद्यते, न उत्पद्यते, न उत्पद्यते खलु. इति सामान्यचिन्तनं, सामान्य इदानीम् अग्रे निगमनं करोति सः. अस्तु, इत्युक्ते एतावत्पर्यन्तं किमुक्तम् इति चेत् अत्र परामर्शज्ञाने भ्रमः कथं जायते, पक्षधर्मतांशे भ्रमः नो चेत् व्याप्त्यंशे भ्रमः इति उक्त्वा अत्र प्रतिबन्धकत्वं ब्रह्मज्ञाने अपि भवति, किन्तु हेत्वाभासस्थले भिन्न भिन्नवार्ता अस्ति, किन्तु सामान्यचिन्तनम् अत्र भ्रमत्वम् अस्ति चेदपि यस्मिन् निश्चयात्मकज्ञानमस्ति तद् ज्ञानं निश्चयात्मकमस्ति चेत् तस्मिन् प्रतिबन्धकत्वं भवत्येव इति उक्तम्। अस्तु अग्रे गच्छामः, धन्यवादः भगिनी। अग्रे रमेश महोदय पठति वा? आम् महोदय। एवं सत्यपि, एवं सत्यपि हेत्वभाषलक्षणसमन्वयाय परं प्रतिबध्या भ्रमात्मक अनुमितिः एव ग्राह्या। एवं सत्यपि हेतुभासलक्षणसमन्वयाय परं प्रतिबध्या भ्रमात्मक अनुमितिः एव ग्राह्या। हेतुभासस्य पूर्वं परं प्रतिबध्या भ्रमात्मक अनुमितिः एव हेतुभासलक्षणे प्रतिबध्यज्ञानं भ्रमात्मकं वा न सत्यं खलु? हेत्वाभासस्थले प्रतिबध्यज्ञानं भ्रमात्मकं भवेत्। हा, प्रतिबध्यज्ञानं भ्रमात्मकं भवेत्, तदेव अत्र उक्तं प्रतिबध्या। हा, यत् यत् प्रतिबध्यज्ञानमस्ति तद् हा हा हेत्वाभासलक्षणसमन्वयाय परं प्रतिबध्या भ्रमात्मक अनुमितिः। किमर्थं प्रतिबध्या इत्युक्ते अनुमितिः इति स्त्रीलिङ्गे अस्ति खलु, अतः एव ग्राह्य भ्रमात्मक अनुमितिः प्रतिबध्या प्रतिबध्यज्ञानं भ्रमात्मकं भवेत् इत्युक्ते पूर्वस्मिन् परिच्छेदे यदुक्तं पर्वतः वह्नि अभावव्याप्य पाषाणमयत्ववान् इति परामर्शः, पर्वतः वह्निमान् इति प्रमात्मकमपि अनुमितिं प्रतिबध्नाति, एवं पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः, पर्वतः वह्नि अभाववान् इति अनुमितिं प्रतिबध्नाति। किन्तु अनयोः मध्ये पर्वतः वह्निव्याप्य धूमवान् इति प्रमात्मकमस्ति, पर्वतः वह्नि अभावव्याप्य पाषाणमयत्वान् इति भ्रमात्मकमस्ति। यद्यपि उभयोः मध्ये प्रतिबन्धकं एकं तत्र परस्परविरोधमस्ति इति कृत्वा एकं ज्ञानम् अन्यस्य ज्ञानस्य प्रतिबन्धनं कर्तुं शक्यते, किन्तु हेत्वाभासलक्षणसमन्वयाय अत्र प्रतिबध्यज्ञानरूपेण किं स्वीकर्तव्यं? यद् भ्रमात्मकमस्ति तदेव स्वीकर्तव्यं। प्रतिबन्धकज्ञानेन किं स्वीकर्तव्यं? यत् प्रमात्मकमस्ति तदेव स्वीकर्तव्यं खलु, तदेव उक्तमत्र। अस्तु अग्रे। तद् अभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकत्वेन प्रमात्मकनिश्चय एव ग्राह्यः, येन तद्विषयः अपि विशिष्टः प्रसिद्ध्यति इति न कापि अनुपत्तिः अनुपपत्तिः। तदेव तत्र दत्तमस्ति कि प्रतिबद्धज्ञानं भ्रमात्मकं भवेत्, प्रतिबन्धकज्ञानं प्रमात्मकं प्रतिबद्धज्ञानं भ्रमात्मकं भवेत्, प्रतिबन्धकज्ञानं प्रमात्मकं भवेत्। तथा च शब्दः नित्यः श्रावणत्वात् इति, शब्दः अनित्यः कार्यत्वात् इति सङ्ग्रह उक्त सङ्ग्रहोक्त सत् प्रतिपक्ष उदाहरणस्थले शब्दः नित्यत्वव्याप्य श्रावणत्ववान् इति भ्रमात्मकः अपि परामर्शः शब्दः अनित्यः इति अनुमितिं प्रतिबध्नाति। तथा च शब्दः नित्यः श्रावणत्वात् इति एकस्थले अस्ति, शब्दः अनित्यः कार्यत्वात् इति द्वितीयस्थले अस्ति, तत् सत्य सत्प्रतिपक्ष उदाहरणम् आसीत्। तत्र नित्यत्वव्याप्यश्रावणत्ववान् शब्दः इति यत् भ्रमात्मकज्ञानमस्ति तस्य अनित्यः शब्दः अनित्यः कार्यत्ववान् कार्यत्ववान् इति यत् कार्य शब्दः अनित्य अनित्य कार्यत्वमिति त्यजतु इदानीं शब्दः अनित्यः इति अनुमितिः खलु अच्छा अनुमितिः शब्दः नित्यत्वव्याप्यश्रावणत्ववान् इति यद्यपि भ्रमात्मकः अस्ति तादृशपरामर्शः शब्दः अनित्यः इति अनुमितिं प्रतिबध्नाति एव खलु यदि निश्चय तद् शब्दः अनित्यः इति शब्दः नित्यः इति यद् ज्ञानमस्ति तद् शब्दः अनित्यः इति ज्ञानस्य प्रतिबन्धकः भवति न शब्दः नित्यत्वव्याप्यश्रावणत्ववान् इति परामर्शः शब्दः अनित्यः इति अनुमितिं प्रतिबध्नाति इति उक्तम् तदेव अस्मिन् वाक्ये उक्तं खलु परन्तु तत्र भवान् भवता किमुक्तं शब्दः नित्यः इति ज्ञानं कस्मिंश्चित् अस्ति चेत् शब्दः अनित्यः इति तस्मिन् ज्ञानं न जायते इति भवता उक्तम् द्वयमपि भवितुम् अर्हति खलु महोदय सत्यं किन्तु अस्मिन् वाक्ये किमुक्तम् अस्मिन् वाक्ये किमुक्तं शब्दः नित्यत्वव्याप्य श्रावणत्ववान् इति परामर्शः यद्यपि भ्रमात्मकः अस्तु इदानीं भ्रमात्मकः अस्ति वा न वा इति चिन्तनीयम् अग्रे किन्तु शब्दः नित्यत्वव्याप्य श्रावणत्ववान् इति परामर्शः जायते चेत् तादृशपरामर्शः शब्दः अनित्यः इति अनुमितिं प्रतिबध्नाति वा न वा प्रतिबध्नाति एव हा सत्यं तर्हि तावदेव उक्तमत्र इदानीं कथम् अस्य भ्रमत्वम् अग्रे पठतु कथमस्य भ्रमत्वं नित्यत्व अभाववति शब्दे श्रवणत्वस्य श्रावणत्वस्य सत्त्वेन तस्य व्यभिचारित्वात् नित्यत्व अभाववति शब्दे तर्हि शब्दः नित्यत्व अभावः शब्दे नित्यत्व अभावः अस्ति श्रावणत्वस्य सत्त्वेन तस्य व्यभिचारित्वात् तर्हि नित्यत्व अभाववति शब्दे शब्दे नित्यत्व अभावः अस्ति श्रावणत्वस्य सत्त्वे यदि श्रावणत्वम् अस्ति तर्हि श्रोतुं शक्यते प्रथमम् एतद् वदतु महोदय श्रावणत्वं कुत्र अस्ति शब्दे अस्ति खलु हा इदानीं शब्दः द्विविधः इति स्वीकुर्मः केवलं चिन्तनार्थम् एकः शब्दः नित्यः अन्यः शब्दः अनित्यः इति स्वीकुर्मः तर्हि इदानीं नित्यत्व अभाववती शब्दे यः शब्दः अनित्यः अस्ति तस्मिन् शब्दे श्रावणत्वमस्ति वा न वा श्रावणत्वम् अस्ति एव नित्यशब्दे अपि श्रावणत्वमस्ति अनित्यशब्दे अपि श्रावणत्वमस्ति इति कृत्वा नित्यत्व अभाववती शब्दे श्रावणत्वस्य शब्द सत्त्वमस्ति श्रावणत्वम् अस्ति इति कृत्वा नित्यत्व अभावशब्दे शब्दः व्यभिचार उदाहरणं भवति इति ग्रन्थकारेण उक्तम् बुद्धं वा बुद्धं परन्तु तत्र शब्दः नित्यश अनित्यशब्दः अस्ति इति कथं निरूपितम्? इति न निरूपितं, किन्तु यदि तादृशम् अस्ति इति चिन्तयतु, इत्युक्ते श्रावणत्वम् इति हेतुः शब्दस्य नित्यत्वं वक्तुं नो चेत् अनित्यत्वस्य वक्तुं योग्यं नास्ति इति निरूपयितुं प्रभवति. हा, तद्बुद्धं. हा, इति कृत्वा इदानीम् अत्र केवलम् अवगमनार्थं स्वीकुर्मः. इदानीम् अत्र निश्चितं नास्ति शब्दः नित्यः वा अनित्यः वा इति. तर्हि किम् इदानीं ग्रन्थकारेण कृतं? नित्यशब्दः इति कश्चन शब्दः अस्ति इति चिन्तयतु, अनित्यशब्दः इति अन्यः शब्दः अस्ति इति चिन्तयतु. तर्हि अनित्य नित्यत्व अभाववती शब्दे श्रावणत्वम् अस्ति वा न वा? अस्ति. अस्ति. तर्हि तत्र व्यभिचारः दृष्टः खलु? आम्. इति कृत्वा तावदुक्तम्. अस्तु, अग्रे. तर्हि आशयः कः इति चेत्, शब्दः नित्यः श्रावणत्ववात् श्रावणत्वात् इत्यत्र श्रावणत्वं स्वीकृत्य शब्दस्य नित्यत्वस्य विषये वा अनित्यत्वस्य वा अनित्यत्वस्य विषये वा चिन्तनं न कर्तुं शक्यते. शब्दः नित्यः भवतु अनित्यः भवतु यत्किमपि भवतु, तस्मिन् श्रावणत्वमस्ति इति कृत्वा नित्यत्वस्य वा अनित्यत्वस्य वा निरूपणार्थं श्रावणत्वम् इति हेतुः समीचीनं नास्ति इति वक्तुम् इच्छति ग्रन्थकारः. बुद्धं खलु? हा, बुद्धं महोदय. तत्र परामर्शेन तत्र परामर्शेन व्याप्त अवगाह व्याप्ति अवगाहि व्याप्ति अवगाहित्वात् तत्र परामर्शेन व्याप्ति अवगाहित्वात् परामर्शेन तत्र इत्युक्ते श्रावणत्वविषये परामर्शेन व्याप्ति अवगाहित्व वा व्याप्ति किं व्याप्ति अस्ति तत्र? हा, यत्र शब्दः अस्ति तत्र यत्र शब्दः अस्ति तत्र श्रावणत्वमपि अस्ति इति वा? हा, यत्र नित्यत्व अभावः अस्ति नित्यत्व अभावशब्दे, तत्र इत्युक्ते नित्यत्व अभाववती शब्दे श्रावणत्वमस्ति इति कृत्वा व्याप्तिः तत्र भवति खलु. यत्र यत्र श्रावणत्वं तत्र तत्र यत्र यत्र इति प्रायः न वक्तव्यं, यत्र श्रावणत्वं तत्र नित्यत्व तत्र नित्यत्व अभावत्वं, यथा नित्यत्व अभाववती शब्दः यथा नित्यत्व अभावशब्दः नो चेत् अनित्यशब्दः. यत्र अनित्यशब्दः तत्र श्रावणत्वम् अपि अस्ति इति तदेव वाक्यं वा? न, यत्र श्रावणत्वं तत्र अनित्यत्वं यथा अनित्यशब्दः इति वाक्यम्. यत्र श्रावणत्वं सामान्यतया यदि शब्दः अनित्यः, क्षम्यताम्, शब्दः नित्यः श्रावणत्वात् इत्यत्र अन्वयव्याप्ति वदतु प्रथमं. शब्दः नित्यः श्रावणत्वात् यत्र यत्र श्रावणत्वस्य अभावः तत्र तत्र अन्वयव्याख्यम् यत्र एकनिमिषं महोदय, श्रावणत्वात् शब्दः नित्यः नित्यः इति खलु, शब्दः नित्यः श्रावणत्वात् यत्र यत्र श्रावणत्वं तत्र तत्र शब्दस्य नित्यत्वं, शब्दस्य नित्यत्वं नास्ति, नित्यत्वमेव तत्र नित्यत्वं. यत्र यत्र श्रावणत्वं तत्र तत्र नित्यत्वं, यथा किं वक्तव्यम्? यथा शब्दः एव भवति खलु, अत्र केवलान्वयस्थलम् अस्ति, किमर्थम् इत्युक्ते हेतुः केवलं पक्षे एव लभ्यते. हेतुः पक्षे एव लभ्यते इति कृत्वा यथा शब्दः इति वक्तव्यम् खलु. यत्र यत्र श्रावणत्वं तत्र तत्र नित्यत्वं यथा शब्दः. शब्दं विहाय अन्यत् किमपि उदाहरणं न वक्तुं शक्यते. अत्र पक्षं विहाय अन्यत् किमपि उदाहरणं वक्तुं न शक्यते इति कृत्वा केवलान्वयि स्थलम् एतत्. तर्हि इदानीम् अत्र शब्दः नित्यः वा अनित्यः वा इति निर्णेतुं श्रावणत्वं सद्हेतुः नास्ति इति बोद्धुं किं वदति? शब्दस्य द्वैविध्यं स्वीकुर्मः, नित्यशब्दः अनित्यशब्दः इति. तर्हि एतद्वक्तुं यत्र यत्र श्रावणत्वं तत्र तत्र नित्यत्वं यथा नित्यशब्दः इति एषः वादी वदति. किन्तु प्रतिवादी किं वदति? यत्र यत्र श्रावणत्वं तत्र तत्र नित्यत्व अभावः यथा अनित्यशब्दः इति वदति. तदेव अत्र उक्तम् इति तत्र परामर्शेन व्याप्ति अवगाहित्वात्. तर्हि इदानीं तत्र इत्युक्ते अनित्यशब्दे व्याप्तिः गृह्यते खलु. यत्र यत्र श्रावणत्वं तत्र तत्र अनित्यत्वम् इति व्याप्तिः अनित्यशब्दे गृह्यते खलु. इति कृत्वा अत्र व्यभिचारः जातः. अस्तु, अग्रे गच्छेम. पठतु महोदय. अपरश्च शब्दः अनित्यत्वव्याप्यकार्यत्ववान् इति परामर्शः शब्दः नित्यः इति अनुमितिं प्रतिबध्नाति. अपरश्च शब्दः अनित्यत्वव्याप्यकार्यवत्वान् इति परामर्शः शब्दः नित्यः इति अनुमितिं प्रतिबध्नाति. आम्, तद् बध्नाति एव. तर्हि इदानीं शब्दः अनित्यत्वव्याप्यकार्यत्ववान् इति परामर्शः भ्रमात्मकं वा प्रमात्मकं वा इति द्रष्टव्यम्. अस्तु, अग्रे. तथापि लक्षणसङ्गमनाय शब्दः नित्यः इति भ्रमात्मक अनुमितिः एव स्वीक्रियते. तथापि लक्षणसङ्गमनाय शब्दः नित्यः इति भ्रमात्मक अनुमितिः एव स्वीक्रियते. तां प्रति शब्दः नित्यत्व अभावव्याप्यकार्यत्ववान् इति परामर्शः प्रमात्मकः प्रतिबन्धकः भवति. अयं हि शब्दत्व अवच्छिन्न विशेष्यतानिरूपित नित्यत्व अवच्छिन्न प्रकार नित्यत्वत्व अवच्छिन्न प्रकारताशाली बुद्धित्व अवच्छिन्न प्रतिबद्धतानिरूपित शब्दत्व अवच्छिन्न विशेष्यता निरूपित नित्यत्व अभाव व्याप्य कृतकत्व अवच्छिन्न प्रकारताशाली निश्चयत्व अवच्छिन्न प्रतिबन्धकताशाली निश्चयः भवति. इति न्यायशैल्याम् उक्तम्. अग्रे. स च तद् अभावव्याप्यवत्ता निश्चयमुद्रया शब्दः नित्यः इति अनुमितिः अनुमितिविरोधि भवति. तद् अभावव्याप्यवत्ता निश्चयमुद्रया शब्दः नित्यः इति ज्ञानस्य इति अनुमितिज्ञानस्य विरोधिः भवति. तादृश तदनन्तरं पुनः आगत्य न्यायवाक्ये चिन्तनं कुर्मः. अग्रे पठतु. तादृशनिश्चयविषयः नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः हेत्वभासनलक्षणघटकेन यत्पदेन स्वीक्रियते. तादृशनिश्चयविषयः नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः हेत्वभासलक्षणघटकेन यत् पदेन स्वीक्रियते तद्विषयकत्वेन परामर्शस्य शब्दः नित्यः इति अनुमितिः प्रति प्रतिबन्धकत्वम् अस्ति अतः यत्पदेन तस्य ग्रहणे तत्त्वं नित्यत्व अभावव्याप्यकृतकत्व अवच्छेदः अवच्छेदे अस्ति इति कृतकत्वशब्दे कृतकत्वशब्दे कृतकत्वशब्दे कृतकत्वशब्दे अस्ति कृतकत्ववत् शब्दे तत्र चकारः भवति महाप्राणचकारः अपि भवति सन्धि कृतकत्ववत् शब्दे अस्ति इति दोषलक्षणसमन्वयः अस्तु तर्हि अन्ततो गत्वा कस्य ज्ञानस्य प्रतिबन्धनं जातं तस्य ज्ञानस्य आकारः वदतु शब्दः नित्यः श्रावणत्वात् इति ज्ञानस्य श्रावणत्वात् शब्दः नित्यः शब्दः अनुमितिम् अनुमितिः प्रतिबद्धः जातः प्रतिबद्धः जातः खलु केन ज्ञानेन शब्दः अनित्यः कृतकत्वात् इति ज्ञानेन न तत्तु वाक्यं किन्तु ज्ञानस्य आकारः वक्तव्यं ज्ञानस्य आकारः अनित्यत्वव्याप्य कृतकत्ववान् शब्दः उत्तमम् कृतकत्ववान् शब्दः इति वाक्यरूपेण उक्तं यदि एकेन शब्देन एकेन पदेन वदति चेत् समासं करोतु कृतकत्ववत् शब्दः इति भवति उत्तमं हा भवता अनित्यत्व इति उक्तं तत्र नित्यत्व अभाव इति उक्तं तावदेव नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति विषयः इति ज्ञानस्य विषयः तादृशशब्दः नित्यत्व अभावव्याप्यकृतकवत् कृतकत्ववत् शब्दः इति विषयः यस्मिन् ज्ञाने अस्ति तादृशज्ञानं प्रतिबन्धकज्ञानं भवति कं प्रति शब्दः नित्यः इति अनुमितिं प्रति प्रतिबन्धकः भवति अस्तु तर्हि इदानीं पुनः तत् न्यायवाक्यमस्ति खलु अयं हि आं महोदय अयं हि शब्दत्व शब्दत्व अवच्छिन्न विशेष्यता निरूपित नित्यत्व अवच्छिन्न प्रकारताशाली बुद्धित्व अवच्छिन्न प्रतिबद्धता निरूपित तत्र इदानीम् एतद् प्रतिबद्ध तत् प्रतिबद्धज्ञानस्य आकारः अस्ति किं प्रतिबद्धज्ञानस्य आकारः अस्ति अस्तु अत्र विशेष्यः कः शब्दत्वम् इति विषयः विशेष्यः कः विशेष्यः शब्दत्वं नास्ति शब्दत्वं विशेष्यः नास्ति वा शब्दः विशेष्यः अस्ति वा हा उत्तमं शब्दः विशेष्यः शब्दे किमस्ति शब्दे शब्दत्वम् अस्ति शब्दः विषयः शब्दे शब्दः विषयः शब्दत्वं विषये विशेष्यः शब्दः विशेष्यः अस्ति शब्दे विषये शब्दत्वम् अस्ति शब्दे विशेष्यता अपि अस्ति शब्दे विशेष्यता अपि अस्ति इति कृत्वा शब्दत्व अवच्छिन्नविशेष्यता बुद्धं खलु न तद् न बुद्धं तत्र शब्दत्वविहाय किमपि विशेष्यता अपि शब्दे भवति इति वा न न न इदानीम् अत्र शब्दत्व अवच्छिन्नविशेष्यता इति उक्तं चेत् अत्र विशेष्यः कः इति अवगन्तव्यं शब्दः इति विशेष्यः शब्दे विशेष्यता अस्ति शब्दे एव शब्दत्वमस्ति इति कृत्वा शब्दत्वेन विशेष्यता अवच्छिन्ना भवति एकस्मिन् धर्मिणि धर्मद्वयमस्ति चेत् एकं धर्मम् अन्यस्य एकः धर्मः अन्यस्य धर्मस्य अवच्छेदकः भवति खलु तदेव अत्र लिखितं शब्दः इति विशेष्यः शब्दे किमस्ति विशेष्यता अस्ति विशेष्यः इति कृत्वा विशेष्यता शब्दे अस्ति शब्दे अन्यः धर्मः किमस्ति शब्दत्वमस्ति तर्हि समानविशेष्यत्वं भवेत् खलु तदर्थम् एतदुक्तम् किम् अवगच्छति वा न महोदय अस्तु प्रतिबन्धकज्ञाने प्रतिबन्धकज्ञानस्य लक्षणं किम् प्रतिबन्धक वा हा शब्दः ज्ञानस्य लक्षणम् नित्यभावः इदानीं प्रकृत उदाहरणं त्यजतु प्रतिबन्धकज्ञाने के काः निकषाः भवेत् भवेयुः प्रतिबन्धकज्ञाने अत्र प्रमात्मकं भवेत् निश्चयात्मकं भवेत् समानाकारकत्वं भवेत् इति पठितं खलु समानाकारकत्वं नाम किम् समानाकारकत्वं समानविशेष्यकत्वे सति समानविशेष्यता अवच्छेदकत्वे सति भावाभावप्रकारकत्वे सति समानप्रकारता अवच्छेदकत्वं खलु तर्हि तदेव अत्र लिखितमस्ति इदानीं शब्दः इति विशेष्यः उभयत्र प्रतिबन्धकज्ञाने यद् विशेष्यमस्ति तदेव प्रतिबन्धकज्ञाने अपि विशेष्यः भवेत् अस्तु अत्र मेहुल् महोदय किञ्चित् वदति वा भवान् एतत् समीचीनतया अवगच्छति अतः किं वदामि अत्र अयं हि शब्दत्व अवच्छिन्नविशेषता निरूपित इति अस्ति खलु अस्तु शब्दत्वावच्छिन्नविशेष्यता इति अस्ति अतः अत्र शब्दे एव शब्दत्वमपि अस्ति विशेष्यता अपि अस्ति किमर्थमित्युक्ते अत्र प्रतिबन्धकज्ञाने अपि च प्रतिबद्धज्ञाने द्वयोः ज्ञाने शब्दत्वम् इति एव विशेष्यः अस्ति तर्हि समानविशेष्यम् अस्ति अपि च शब्दे विशेष्यता इति अपि अस्ति तर्हि विशेष्यता अपि च शब्दत्वम् इति द्वयोः धर्मयोः तत्र एक एव अधिकरणमस्ति अतः शब्दत्वावच्छिन्नविशेष्यता इत्यनेन समान अत्र समानाकारकत्वम् इति लक्षणवाक्ये यथा अधुना एव वयम् उक्तवन्तः तत्र समानविशेष्यकत्वम् इति प्रथमं भवेत् तर्हि अत्र समानविशेष्यकत्वम् इति इत्यनेन एव निरूपितमस्ति शब्दत्वावच्छिन्नविशेष्यता इत्यनेन मेहुल् महोदय मम ध्वनिः श्रूयते किम् अहं श्रूयते महोदय अस्तु अस्तु न मध्ये इदानीं विशेष्यः कः इति प्रथमं वदतु हा विशेष्यः इति तु शब्दः हा भवता शब्दत्वम् इति उक्तम् ओ क्षम्यतां शब्दः इति अस्तु तर्हि शब्दः विशेष्यः प्रतिबद्धज्ञाने शब्दः विशेष्यः तर्हि विशेष्यता शब्दे अस्ति सा विशेष्यता केन अवच्छिन्ना शब्दत्वेन अवच्छिन्ना आम् आम् शब्दत्वेन अवच्छिन्न अस्तु तर्हि शब्दत्व अवच्छिन्नविशेष्यता तावत् प्राप्तं निरूपित इदानीं प्रकारः कः अत्र प्रकारः अस्ति नित्यत्व अवच्छिन्नप्रकारता इति नित्यत्व अवच्छिन्नप्रकारता प्रकारः कः ओ प्रकारः इति काल् शब्दः नित्यः शब्दः अनित्यत्व महोदय इदानीम् अत्र सर्वैः किं कर्तव्यं यदा न्यायवादे अत्र न्यायं शृणोति चेत् एतादृशमेव तैव ते वदन्ति शब्दत्वावच्छिन्नविशेषता निरूपितः शब्दत्वत्व नित्यत्वावच्छिन्नप्रकारताशाली बुद्धित्वावच्छिन्नप्रतिबद्धता इति वदति तर्हि एतद्वाक्यं स्वीकृत्य एव अस्माभिः अवगन्तव्यं तर्हि अन्यत् चिन्तनं न करोतु यथा शब्दत्वावच्छिन्नविशेषता इति उक्तं चेत् शब्दः इति विशेष्यः शब्दे विशेषता अस्ति शब्दे शब्दत्वमस्ति तर्हि शब्दत्वेन अवच्छिन्ना अस्ति विशेष्यता एवमेवमेव तर्हि अत्र नित्यत्व अवच्छिन्नप्रकारता इत्यनेन नित्यत्वम् इति पुनः पठतु हा नित्य अस्तु शब्दत्व अवच्छिन्नविशेषता निरूपित नित्यत्व अवच्छिन्नप्रकारता न पुनः पठतु अयं हि शब्दत्वावच्छिन्नविशेष्यता निरूपित नित्यत्वावच्छिन्न इदानीं सत्यं सत्यम् अतः नित्यत्वम् इति एव प्रकारः यदि एतादृशं पठति चेत् तर्हि अवगन्तुं शक्यते नित्यत्वावच्छिन्नप्रकारता इति चेत् नित्यत्वं प्रकारः सत्यं सत्यम् एकं तत्र एकं मतं विशेष्यता इति उक्तं चेत् शब्दः विशेष्यः अस्तु तर्हि शब्दः विशेष्यः नित्यत्वम् इति प्रकारः तदनन्तरं प्रकारताशाली प्रकारताशाली बुद्धित्व अवच्छिन्न प्रतिपद्यता इत्युक्ते ज्ञानं हा किन्तु सत्यं ज्ञानत्वम् अस्ति तर्हि ज्ञानं तर्हि शब्दत्वावच्छ एकनिमिषम् अद्य शब्दत्वावच्छिन्नविशेषता निरूपित नित्यत्वावच्छिन्नप्रकारताशाली बुद्धित्वावच्छिन्नप्रतिबद्धता इति तावदुक्तं चेत् सामान्यभाषया वक्तव्यं चेत् शब्दः नित्यः इति प्रतिबद्धज्ञानम् इति उक्तम् अत्र एतावत्पर्यन्तम् अस्तु इदानीम् अग्रे सत्यं तन्निरूपितशब्दत्वावच्छिन्नविशेष्यता पुनः यः प्रतिबद्धज्ञानमस्ति तेन निरूपितं भवति शब्दत्वावच्छिन्नविशेष्यता इत्युक्ते शब्दः विशेष्यः पुनः इदानीं प्रतिबन्धकज्ञानं प्रतिबन्धकज्ञाने विशेष्यः शब्दः सत्यं सत्यं तर्हि समानविशेष्यत्वम् आगतं समानविशेष्यत अवच्छेदकत्वमपि आगतं विशेष्य अवच्छेदकत्वमपि आगतं हा शब्दत्व इति समानविशेष्यता अवच्छेदकम् हा शब्दः इति समानविशेष्यः सत्यं सत्यम् अस्तु अग्रे निरूपित नित्यत्वाभावव्याप्यकृतकत्वावच्छिन्नप्रकारता तर्हि अत्र कृतकत्वत्वावच्छिन्न इति अतः प्रकारः अस्ति कृतकत्वम् इति न प्रकारता कृतकत्वम् अस्ति वा समीचीनतया वदतु निरूपित तदनन्तरं नित्यत्वाभाव नित्यत्वाभावव्याप्य कृतकत्वत्वावच्छिन्न प्रकारता इति हा कृतकत्वत्वावच्छिन्नप्रकारता तर्हि कृतकत्वत्वावच्छिन्नप्रकारता कुत्र अस्ति कृतकत्वे अस्ति खलु हा कीदृशकृतकत्वमस्ति हा कीदृशकृतकत्वम् इति नित्यत्वाभावव्याप्यकृतकत्वम् हा तर्हि अत्र प्रकारः कः नित्यत्वाभावव्याप्यकृतकत्वम् इति प्रकारः उत्तमं नित्यत्व अभावव्याप्यकृतकत्वम् इति प्रकारः प्रतिबन्धकज्ञाने प्रतिबद्धज्ञाने कः प्रकारः प्रतिबद्धज्ञाने तु नित्य नित्यत्वम् इति प्रकारः हा खलु तर्हि प्रतिबन्ध्यज्ञा प्रतिबध्यज्ञाने नित्यत्वम् इति प्रकारः किन्तु अत्र नित्यत्व अभावव्याप्यकृतकत्वम् इति प्रकारः किन्तु तर्हि इदानीं समानप्रकारकत्व प्रकारत्वम् अस्ति वा उभयोः तर्हि कथं प्रतिबन्धकत्वं भवति तदपि आवश्यकमस्ति खलु तर्हि तस्मिन् विषये चिन्तयतु नित्यत्वाभावव्याप्यकृतकत्वम् इति प्रकारः तर्हि अत्र तदभावव्याप्यवत्ता निश्चय मुद्रा भवति खलु नो मम प्रश्नः अस्ति समानप्रकारकत्वं भवेत् खलु उभयत्र समानप्रकारत्वं न भवेत् परन्तु समानप्रकारता अवच्छेदकत्वं भवेत् खलु न समानविशेष्यकत्वे सति समानविशेष्यता अवच्छेदकत्वे सति समानप्रकारकत्वे सति भावाभावप्रकारकत्वे सति खलु सत्यम् अस्तु स्वभावाभावप्रकारकत्वे सति सत्यं तर्हि इदानीं प्रतिबन्धकज्ञाने प्रकारः कः नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं खलु सत्यं कृतकत्वं कीदृशकृतकत्वम् इति चेत् नित्यत्व अभावव्याप्यकृतकत्वम् इति प्रकारः तस्य अभावः प्रतिबन्धज्ञाने नो चेत् तस्य भावः प्रतिबन्धज्ञाने प्रतिबन्धज्ञाने प्रकारः अस्ति वा नास्ति नास्ति तर्हि समान आकारकत्वं कथं सिद्धम् समानाकारकत्वं न सिद्धं यदि न सिद्धं तर्हि किं भवति प्रतिबन्धकत्वं न भवति खलु प्रतिबन्धकत्वं न भवति सत्यं तर्हि कथञ्चित् साधनीयं तत् कथम् इति चिन्तयतु यस्य कस्यापि चिन्तनमस्ति चेत् वक्तुं शक्यते सत्यभामा भगिन्याः चिन्तनमस्ति रमेशमहोदयस्य चिन्तनमस्ति चेदपि वक्तुं शक्यते तत्र विशेषः यत् विशेषेण अस्ति तत् विशेष वाट् इस् जनरलैजेशन् सारि वाट् द स्पेसिफिक् इस् दि स्पेसिफिक् पार्ट् इस् आल्सो अ पार्ट् आफ् द जनरलैजेशन् सो दट् वे दट् देर् इस् द इट् इस् there is the anityatva the kritakatvam is a specific anityatvam so therefore it is the generalized anityatvam also is there right so it is anityah you are thinking in the right direction but you have to say very specifically I am not getting the right words for it so chintanam karatu aham महोदय नित्यत्व अभावव्याप्यकृतकत्वम् अस्ति खलु हा तर्हि प्रतिभा तदेव तत्रैव विषयः अस्ति तर्हि इदानीं प्रकार कृतकत्वं नित्यत्वस्य प्रतिबन्धकं भवति इति वक्तव्यम् हा वदतु तदेव यद्भवति आरब्धवती तादृशमेव चिन्तनीयं वदतु उच्चैः वदतु एकनिमिषं कुतः आरभ्य इदानीं चिन्तनीयं न इदानीं भवती यदुक्तवती नित्यत्व अभाव नित्यत्व अभावव्याप्यकृतकत्वम् इति प्रतिबन्धकज्ञाने प्रकारः अस्ति खलु अस्ति महोदय प्रतिबध्यज्ञाने किं प्रकारः अस्ति नित्यत्वम् इति प्रकारः अस्ति नित्यत्वमेव नित्यत्वं प्रतिबध्यज्ञाने नित्यत्वम् इति प्रकारः तस्य अभावः भवेद् प्रतिबन्धकज्ञाने प्रकारत्वेन खलु किन्तु इदानीं किमस्ति पृथक्त्वं प्रकारमस्ति किन्तु कीदृशकृतकत्वं नित्यत्व अभावव्याप्यकृतकत्वमस्ति तद् विषयकत्वेन विशिष्टकृतकत्वम् अस्ति सत्यं विशिष्टकृतकत्वं किन्तु विशिष्टकृतकत्वेन नित्यत्व अभावः कथं निरूपितं भवति तदेव प्रश्नः वा तदेव किन्तु यद् इदानीं मया उच्चारितं तस्यैव प्रश्न तत्रैव प्रश्नस्य उत्तरमस्ति एतत् कृतकत्वं केन व्याप्तं नित्यत्व अभावेन व्याप्तं हा तर्हि नित्यत्व अभावेन व्याप्तकृतकत्वं नित्यत्वस्य बाधकः भवति नित्यत्वस्य बाधकः भवति खलु आं भवति हा किमर्थमित्युक्ते नित्यत्व अभावेन व्याप्तमस्ति खलु कृतकत्वं बुद्धं हा तत्र अनतिरिक्तवृत्तित्वं कृतकत्वे अस्ति इति कृत्वा यत्र यत्र कृतकत्वमस्ति तत्र तत्र नित्यत्वं न भवति किमर्थम् इति चेत् कृतकत्वं नित्यत्व अभावेन व्याप्तमस्ति इति कृत्वा बुद्धं खलु महोदय बुद्धं किम् हा यद्यपि अत्र साक्षात् तदेव प्रकारः नास्ति इत्युक्ते प्रतिमध्यज्ञाने यद् नित्यत्वं प्रकारमस्ति तस्य अभावः एव प्रतिबन्धकज्ञाने प्रकारत्वेन भवेत् किन्तु साक्षात् तद् नास्ति कृतकत्वमस्ति किन्तु कीदृशकृतकत्वम् इति चेत् नित्यत्व अभावव्याप्यकृतकत्वं नित्यत्व अभावेन व्याप्यमस्ति कृतकत्वं तर्हि तस्मिन् इत्युक्ते यत्र यत्र नित्यत्व अभावः अस्ति यत्र यत्र कृतकत्वमस्ति तत्र तत्र नित्यत्व अभावः अस्ति खलु इति कृत्वा कृतकत्वम् अपि नित्यत्व अभावं साधयति नित्यत्व अभावेन व्याप्तम् इति कृत्वा तर्हि साक्षात् समभावाभावप्रकारकत्वं नास्ति चेत् नास्ति चेदपि अत्र अभावस्य अभावेन साध्य अभावेन व्याप्यः अस्ति चेदपि पर्याप्तं भवति इत्यतः नित्यत्व अभावव्याप्यकृतकत्वावच्छिन्नप्रकारताशाली इत्यनेन अत्र समान अत्र भावाभावप्रकारकत्वम् अपि च समानप्रकारकत्व अवच्छेदकत्वम् उभयमपि आगतम् अस्मिन् ज्ञाने तत्र निश्चयत्वम् अपि अस्ति ज्ञानत्वमपि अस्ति निश्चयत्वावच्छिन्नप्रतिबन्धकताशालीनिश्चयः भवति तर्हि नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति ज्ञानं शब्दः नित्यः इति अनिमितिं प्रतिबध्नाति इति कृत्वा नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति हेत्वभासलक्षणघटितेन घटकेन यत्पदेन यद्विषयक अत्र हेत्वभासस्य बहुल्महोदय वदतु हेत्वभासे लक्षणं किम् आमां यद्विषयकत्वेन यद्विषयकत्वेन दोषः कल्प्यति खलु तदेव हेत्वाभासः न यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद्वत्त्वं हेत्वाभासत्वम् ओ आमां सत्यम् यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वं खलु सत्यं सत्यं तत्त्वं हेत्वाभासत्वं तर्हि यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वम् अत्र अनुमितिः का शब्दः नित्यः इति अनुमितिः तस्य प्रतिबन्धकत्वं कथं साधितम् अत्र नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति ज्ञानेन साधितम् इति कृत्वा यत्पदेन यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद्वम् हेत्वाभासत्वम् इति लक्षणवाक्ये यत्पदेन नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति ग्राह्यम्। तर्हि नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दविषयकत्वेन एतज्ज्ञानं किं ज्ञानं? शब्दः अनित्यः कार्यत्ववात् इत्युक्ते तदभावव्याप्यवत्तानिश्चयमुद्रया तदभावव्याप्यवत्तानिश्चयमुद्रया शब्दः नित्यः इति अनुमितिविरोधिः भवति। अतः यत्पदेन तस्य ग्रहणे तत्त्वम् इत्युक्ते नित्यत्व अभावव्याप्यकृतकत्ववत् कृतकत्वशब्दे अस्ति। नित्यत्व अभावव्याप्य कृतकत्वशब्दे एकं पदम् कृतकत्ववत् कृतकत्वत् शब्दे अस्ति इति दोषलक्षणसमन्वयः। तर्हि इदानीं हेत्वाभासलक्षणस्य समन्वयः कृतः कृतः खलु। रमेश महोदय बुद्धं किम्? आं महोदय। हा समीचीनं। तर्हि तदेव विषयः, अत्र समानप्रकार भावाभावप्रकारकत्वं नास्ति। कृतकत्वं प्रतिबन्धकज्ञाने प्रकारः, नित्यत्वं प्रतिबद्धज्ञाने प्रकारः। तथापि कीदृशकृतकत्वम् इति चेत् नित्यत्व अभावव्याप्तकृतकत्वम् अस्ति प्रकारत्वम् इति कृत्वा अत्र कृतकत्वं समान आकारकत्वम् आगतम् उभयोः। अस्तु, इति दोषलक्षणसमन्वयः जातः। तर्हि आहत्य शब्दः नित्यः श्रावणत्वात् इति पूर्वमीमांसिकैः यदुक्तं तस्मिन् दोषः कल्पितः अस्ति नैयायिकैः कृतकत्वम् इति हेतुं स्वीकृत्य। अत्र वस्तुतः कः क्लेशः इति चेत् श्रावणत्वम् इति हेतुना कृतकत्वं नित्यं वा अनित्यं वा इति न निर्णेतुं शक्यते। तदेव सीतायाः पतिः रामः इति कृत्वा सः किं पुत्रः दशरथस्य पुत्रः इति निर्णेतुं न शक्यते। तर्हि सीतायाः पतिः रामः इत्यनेन रामः पुरुषः इति निश्चेतुं शक्यते। तस्मिन् विषये तद् सद्हेतुः भवति, किन्तु दशरथस्य पुत्रः इति निर्णेतुं वा अन्यत् किमपि इत्युक्ते सत्यम् इत्युक्ते हि इस् अ गुड् आर्चर् इति तादृशविषयः न निरूपयितुं शक्यते। सत्यम् इति वार्ता, श्रावणत्वम् इति सद्हेतुः नास्ति। किन्तु अत्र किमर्थं दक्षिणप्राणायामं कृतम् इति चेत् कथञ्चित् अत्र हेत्वाभासः कल्पनीयः। कुत्र? कृतकत्वे कल्पनीयः, कृतकत्वं स्वीकृत्य हेत्वाभासः नास्ति। कृतकत्वं स्वीकृत्य तत्र प्रतिबन्धकत्वं निरूपणीयं कृतकत्वे। किं प्रति? श्रावणत्वं प्रति इति कृत्वा एतादृश दक्षिणप्राणायामं कृतं। भवतु, समयः जातः, अत्र स्थगेम। अग्रे इतोपि किञ्चित् चिन्तनं भवति। सर्वेभ्यो नमस्कारः, धन्यवादः।